नम सर्वेभ्यः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. गतसप्ताहे वयम् इत्संज्ञा इति विषये परिचयं प्राप्तवन्तः. इत्संज्ञा विधायकसूत्राणि त्रीणि अपि पठितवन्तः. प्रथमं किञ्चित् पुनःस्मरणं कुर्मः. इत्संज्ञा इत्युक्ते किम्? पाणिनीयव्याकरणशास्त्रे मूलरूपमस्ति उपदेशः. पाणिनिना उपदिष्टम् इत्युक्ते इत्यस्य नाम एव उपदेशः इति. तत्र मूलधातुषु, मूलप्रत्ययेषु, मूल आगमेषु, मूल आदेशेषु केचन उपस्थिताः वर्णाः न तिष्ठन्ति, लौकिकव्यवहारे. इमे वर्णाः इत्संज्ञकाः अथवा अनुबन्धाः इति उच्यन्ते. इत्संज्ञा इति एकं चिह्नम् अस्ति, इन्विसिबल् मार्कर् इति वदामः, यस्य अर्थः अयमेव अस्य अयमेव अस्य लोपः भविष्यति इति. केषां केषां वर्णानाम् इत्संज्ञा भवति इति ज्ञायते इत्संज्ञकविधायकसूत्रैः. एतानि सूत्राणि पाणिनिना एकत्र स्थापितम् इत्संज्ञाप्रकरणम् इति नाम्ना. इदानीं प्रकरणम् इत्युक्ते किम् इति प्रथमं स्पष्टीकरोमि. पुष्पादीक्षितमहोदया सदा पाकशालायाः उदाहरणं ददाति प्रकरणम् इति विषये. भोजनस्य निर्माणार्थं सामग्री आवश्यकी. तण्डुलः, शाकादीन्, जलं, लवणं, हरिद्रा इत्यादिकं. पाकशालायां सर्वा सामग्री एकत्र न स्थाप्यते, पृथक् पृथक् कोशेषु भवति. शाका पृथक् कोशे, लवणं पृथक् कोशे, तण्डुलः पृथक् कोशे इति. सर्वा सामग्री एकस्मिन् एव कोशे स्थाप्यते चेत् अव्यवस्था भवति खलु. अतः अष्टाध्यायी अपि तदा भाषायाः पाकशाला. यावती सामग्री अपेक्षिता भाषायाः निर्माणार्थं सर्वम् अस्मिन् ग्रन्थे अस्ति, परन्तु एकत्र न. श्रेणीम् अनुसृत्य पृथक् पृथक् कोशेषु स्थाप्यते. प्रत्येकं कोशस्य नाम प्रकरणम् इति. इत्संज्ञाप्रकरणं, नत्वप्रकरणं, द्वित्वप्रकरणं, सम्प्रसारणप्रकरणम् इति इत्यादिकम् अनेके प्रकरणाः सन्ति अष्टाध्याय्याम्. इदानीं वयम् इत्संज्ञाप्रकरणे स्मः. एकस्मिन् प्रकरणे एकप्रकारकं कार्यमेव भवति. प्रकरणस्य अन्यलाभः अपि अस्ति, अनुवृत्तिः. अनुवृत्तिः इति अनुवृत्तिः सर्वत्र अनुस्यूता, अतः सूत्र अवगमनं सुलभम्. अनुस्यूता इत्युक्ते कण्टिन्युवस्लि, अनइन्टरप्टेड्. इदानीं वयम् इत्संज्ञाविधायकसूत्राणि अवलोकयामः. अत्र प्रश्नः सन्ति वा? अस्तु, अन्य केनापि? आम्, इदम् इदानीं भवत्याः उक्तं प्रकरणे एककार्यमेव चलन्ति इति, परन्तु तत्र सूत्राणि बहु सन्ति खलु, बहूनि सन्ति खलु तत्र. आम्, एकस्मिन् एव कार्यम्. आम्, इत्संज्ञाप्रकरणे इत् विधायकसूत्राणि एव कार्याणि भवति किल, एक एव कार्यं. लोपः इत्संज्ञा इति कार्यं. द्वित्वप्रकरणे द्वित्वमेव कार्यं. सम्प्रसारणप्रकरणे सम्प्रसारणमेव कार्यम् इति. परन्तु व्याकरणविषये तत्र बहूनि सूत्राणि सन्ति खलु तत्र. आम् आम् आम् धन्यवादः. एतदेव नास्ति. पुष्पा भगिनी अस्मि. आं, स्वागतं भगिनि. अन्य केनापि आगतं वा मध्ये? आं, नमस्ते, माला अस्मि. स्वागतं भगिनि. अन्य? नमस्ते भगिनि, अजितः. आम्, नमस्ते भगिनि, शिवरामः. आम् स्वागतं महोदय. अस्तु इदानीं वयं सूत्राणि प्रथमतः पठामः. इत्संज्ञाप्रकरणम् इति भागः अस्ति किल, चत्वारि सूत्राणि इति. नाम उच्यतां, क्षम्यताम्. आं स्वागतं महोदय. अस्तु रघुपति आचार्यमहोदय, प्रथमसूत्रं पठति वा? आम् चत्वारि एकनिमिषम्. आम् आम् चत्वारि सूत्राणि उपदेशावस्थायां सर्वेषु रूपेषु धातुषु प्रत्ययेषु आदेशेषु आगमेषु उपदेश अनुनासिक इत् उपदेशे धातौ प्रत्यये आदेशे आगमे अच्वर्णः अनुनासिकः चेत् तस्य इत्संज्ञा अनुनासिकः. आम् श्रूयते वा? मध्ये किञ्चित् भग्नः भवति. आम् पठतु महोदय. उपदेशे जनुनासिकस्य इत् उपदेशे धातौ प्रत्यये आदेशे आगमे अचुवर्णः अनुनासिका चेत् तस्य इत्संज्ञा भवति. उपदेशे सप्तम्यन्तम् अच् प्रथमान्तम् अनुनासिकः प्रथमान्तम् इति इत् प्रथमान्तम् अनेकपदमिदं सूत्रम्. सूत्रं स्वयं सम्पूर्णम् आदेशे अच् अनुनासिकः इत् उपदेशे अच् उपदेशे अच् अनुनासिक इत् इति सूत्रम्. सूत्रस्य अर्थः वदति वा महोदय? यदि धातो तत्ये आदेशे आगमे वा अच्वर्णः अनुनासिकः अनुनासिकः भवेत् चेत् तस्य इत्संज्ञा इति नामकरणं भवति. कीदृशं सूत्रं महोदय एतत्? एतत् संज्ञासूत्रम्. संज्ञासूत्रम् उत्तमं. कथं ज्ञातुं शक्नुमः संज्ञासूत्रम् इति? अत्र केवलं सप्तम्यान्तम् अपि च प्रथमान्तम् एव अस्ति चेत् संज्ञा कार्य किमपि अन्यकार्यं नास्ति इति वयं जानीमः. अस्तु तत्र यदा अनुवृत्तिसहितसूत्रम् इति अस्ति किल, अनुवृत्ति नास्ति अत्र, सूत्रं स्वयं सम्पूर्णम् इति भागे तत्र बोल्ड् लेटर्स् मध्ये अस्ति किल, तत् पठति वा? उपदेशे उपदेशे जनुनासिक इत् उपदेशे अच् अनुनासिकः इत् आम् तत्र अच् अनुनासिकः इत् विभक्ति का? अच् प्रथमा विभक्ति, अनुनासिकः अपि प्रथमा विभक्ति, इत् अपि प्रथमा विभक्तिः. उत्तमम्. तत्र नामकरणं क्रियते, अतः एतत् संज्ञासूत्रं. तत्र अच् अनुनासिकः इत् तत्र विशेषणविशेष्यभावः अस्ति. कः विशेषणं कः विशेष्यम् इति वदति वा? अनुनासिकः अच् अनुनासिकः अच् विशेष्यः अनुनासिकविशेषणः. उत्तमम्. कीदृशम् अच् इत्युक्ते अनुनासिकः अच् उत्तमम्. इत् इत् इत् इति नामकरणं तस्य. आम् तदपि विशेषणम् एव. कीदृशम् अच् अनुनासिकः अच् यः इत् भवति इति इत् अपि विशेषणं. विशेषणद्वयमस्ति, अनुनासिकः इत् इति, अच् इति विशेष्यम्. उपदेशे इति विभक्ति का, तस्य पदस्य विभक्ति का? सप्तमी विभक्ति उपदेशे. सप्तम्. आम् उत्तमम्. विषयसप्तमी इति वदामः. आम् निमित्तसप्तमी नास्ति. किमपि कार्यम् अत्र न, नामकरणमेव कार्यम् अत्र. किमपि अन्यकार्यम् इत्युक्ते यदा स्थाने किमपि आदेशः वा आगमः वा इति न भवति. अत्र विषयसप्तमी उपदेश अवस्थायाम् इति अर्थं भवति. उपदेशस्थित्यां यद् यद् अच् अनुनासिकः अच् अस्ति तस्य इत् इति संज्ञा भवति इति एतत् सूत्रं सूचयति. उत्तमं महोदय, धन्यवादः. पुस्तके पुस्तके 41 पेज् नम्बर् चत्वारिंशत् तद् उद्घाटयतु. इत् संज्ञाप्रकरणम् इति वयं तत्र द्वितीय प्रथम अध्यायस्य तृतीयपादे द्वितीयसूत्रं पठितवन्तः. इदानीं प्रत उपदेशे अजनुनासिक इत् इति सूत्रं वयं पठितवन्तः. उमा भगिनी द्वितीयसूत्रं पठति वा? क्षम्यतां भगिनी, अष्टाध्यायी प्रकरण, क्षम्यताम्, अष्टाध्यायी सूत्रपाठः तस्मिन् पुस्तके खलु, एकचत्वारिंशत्तमः पुटः, तत्र कुत्र अस्ति भवती यद् वदति? 41 पेज् अस्ति. तत्र प्रथम अध्याये तृतीयपादः, तत्र धातुसंज्ञा इति प्रथमसूत्रमस्ति. भूवादयो दातवः इति संज्ञाप्रकरणं तत्र द्वितीयसूत्रम्. इत्संज्ञाप्रकरणम् इति प्रकरणे द्वितीयम् इति उपदेशे अजनुनासिक इति. प्राप्तं किल? आम् प्राप्तम्. भगिनी नमस्ते, क्षम्यता, मम हस्ते इदानीं पुस्तकं नास्ति, इदानीमपि न प्राप्तम्. अस्तु, करपत्रमस्ति वा? करपत्रमस्ति. करपत्रात् एव पठतु भगिनि, हलन्त्यम् इति द्वितीयसूत्रम्. अस्तु, एकनिमिषम्. हलन्त्यम् उपदेशस्य अन्ते हल् वर्णः अस्ति चेत् तस्य हल् वर्णस्य इत् संज्ञा भवति. हल् प्रथमान्तम् अन्त्यं प्रथमान्तं द्विपदमिदं सूत्रम्, अनुवृत्तिसहितसूत्रम्. उपदेशे अन्त्यं हल् इत् न विभक्तौ. अस्तु, उपदेशे उपदेशस्य अन्ते अन्ते हल् इति वर्णः अस्ति चेत्, हल् वर्णः इत्युक्ते व्यञ्जनवर्णः अस्ति चेत् तस्य इत् संज्ञा भवति इति एव अर्थः. अत्र सूत्रे हल् इति प्रथमान्तं हलन्त्यम् अत्र हल् इति प्रथमान्तम् अन्त्यं प्रथमान्तं, परन्तु उपदेशे अजनुनासिक इत् इति एतस्मात् उपदेशे अनुवृत्तिः भवति. उपदेशे इति पदं तदा सम्पूर्णसूत्रमस्ति. उपदेशे अन्त्यं हल् इत् इति अत्र अन्त्यम् अन्त्यमपि प्रथमान्तं भवति. अत् एतदपि संज्ञासूत्रं भवति. एतत् हल् यत् अन्त्ये अस्ति हल् तदपि इत् संज्ञा इति भवति, नामकरणं भवति. तस्य कार्यमपि तत्रापि विशेषणविशेष्यं विशेषः इति वदतु भगिनि एकवारम्. अत्र हल् अन्त्ये विद्यमान हल् विच् एवं विशेषणम् अस्तु. इत् विशेषणं भवति, हल् विशेष्यं भवति. नास्ति नास्ति, हल् अन्त्यं खलु, अन्त्ये विद्यमान. एकनिमिषं, मम गतम् अस्ति. कीदृशं हल् इति प्रश्नः पृच्छतु. आमां कीदृशं हल् इत्युक्ते अन्त्ये विद्यमानम् अन्त्यम् इति अपि विशेषणं भवति अन्त्यमपि विशेषणम् इत्यपि विशेषणं हल् विशेष्यम् अत्रापि उपदेशे इति सप्तमी अन्त पदम् अनुवृत्तं तत्रापि विषयसप्तमी एव उपदेशावस्थायाम् अस्तु अत्र पूर्वस्मिन् सूत्रे उपदेशे अजनुनासिक इति सूत्रे कुत्रापि उपदेश क्षम्यताम् अनुनासिकः अच् भवितुम् अर्हति कुत्रापि पूर्वं वा क्षम्यताम् प्रथमवर्णं वा अन्तिमवर्णं वा मध्ये वा कुत्रापि भवितुम् अर्हति हलन्त्यम् इति सूत्रे अन्त्ये एव अन्त्ये एव ज्ञातव्यं तमाम् भगिनी प्रथमसूत्रस्य भगिनी वदतु प्रथमसूत्रे तस्य किमपि उदाहरणं ददाति वा तदेव वयं दृष्टवन्तः किल गम्ल इति धातौ तत्र लुकार लु इति अन्तिम लु इति अस्ति किल तद् तत्र तद् अनुनासिकः अस्ति तत् लोप इत् संज्ञा भवति तस्य इत् संज्ञा भवति अस्तु अस्तु अनन्तरं हलन्त्यं हलन्त्यम् इति डुपचष् इति दृष्टवन्तः इति चिन्तयामि डुपचष् इति धातौ अन्तिमशकारस्य लोपः भवति हल् अन्त्यं वयम् अद्य अभ्यासः अपि कुर्मः प्रथमं सप्तसूत्राणि पठित्वा अभ्यासमपि कुर्मः उपरि आम् डुपजश् आम् वदतु भगिनि क्षम्यतां डुपजश् इति उपदेशः अस्ति खलु आम् डुपजश् इति उपदेशावस्थायाम् अस्ति अस्तु तत्र शकारस्य लोपः भवति धन्यवादः अन्त्यशकारस्य भगिनि एकः प्रश्नः आम् तत्र उपदेश अजनुनासिक इत् तस्मिन् सूत्रे इत् अस्ति सूत्रे अपि एव अस्ति परन्तु हलन्त्यं तत्र अनुवृत्तिसहितसूत्रे इत् आयाति खलु इत् कुतः आगच्छति उपदेशे अजनुनासिक इत् इति सूत्रेण इत् आगच्छति उपदेशः उपदेशे इति अपि अनुवृत्तिः भवति इत् अपि अनुवृत्तिः भवति परन्तु हलन्त्यसूत्रम् उपदेशाजनासिक इत् अनन्तरमेव आगच्छति खलु तत्र अपि अनुवृत्ति भवितुम् अर्हति वा न न यद् सूत्रम् अग्रिमम् अस्ति तत्र एव अनुवृत्तिः भवति पूर्वस्मात् सूत्रात् यत् पदम् आवश्यकं तस्य अनुवृत्तिः भवति उपदेशे अजनुनासिक इति सूत्रे किमपि अनुवृत्तिः नास्ति स्वयमेव सम्पूर्णं तत् सूत्रं हलन्त्यम् इति सूत्रे हलन्त्यम् इत्येव अस्ति हल् अन्ते किं भवति इत् भवति अतः इत् इति पदं पूर्वस्मात् सूत्रात् अनुवृत्तिः भवति कीदृशम् इति कुत्र भवति हलन्त्यम् इत्युक्ते उपदेश अवस्थायाम् अतः उपदेशे इत्यपि अनुवृत्तिः भवति अनुवृत्तिः सर्वदा पूर्वस्मात् सूत्रात् एव साक्षात् पूर्वम् इत्यपि न आवश्यकं परन्तु पूर्वस्मात् अस्तु भगिनी अन्य एकः प्रश्नः अस्ति प्रथमसूत्रात् आगच्छति अनुवृत्तिः हलन्त्यम् इति सूत्रे वयं कथं जानीमः कीदृशपदानाम् अनुवृत्तिः भवति इति व्याख्यां दृष्ट्वा भगिनि प्रथमं व्याख्यां वा यदा महोदय इदानीं लिखितवान् किल अत्र तद् दृष्ट्वा सः अभ्यासितवान् एतत् करपत्रस्य किमपि अस्ति महोदय प्रायः काशिकाटीका दृष्ट्वा लिखितवान् स्वयमपि कुत्रापि तस्य अनुभवः अस्ति किल व्याकरणशास्त्रे अतः स्वरूप महोदय स्वयमपि लिखितवान् अर्थः एतद् अनुवृत्तिः कुत्रापि किमपि व्याकरण व्याख्याम् अष्टाध्याय्याः व्याख्यां स्वीकरोति चेत् तत्र एतद् एतद् प्राप्नोति अस्तु काशिका वृत्तिः किमपि अस्ति बहु किमपि अस्ति भगिनी एकं उदाहरणम् अत्र किम् इत्युक्ते अहम् आपणं गच्छामि इति रामः वदति परन्तु श्यामः वदति अहमपि गमिष्यामि इति वदति अतः श्यामः किमर्थ श्यामस्य वार्ते अहमपि आपणं गच्छामि इति तत्र गुह्येन अस्ति खलु आमामाम् एतदेव उदाहरणं तत्र सत्यम् अस्तु तृतीयसूत्रं पठामः डाक्टर् तिलक् महोदय सुमित्रा भगिनी तृतीयसूत्रं पठति वा आं भगिनि पठामि श्रूयते वा आम् अस्तु तृतीयसूत्रम् अस्ति न विभक्तौ तु स्माः विभक्त्यां तवर्गीयवर्णाः वर्णः सकारः मकारः च इत् सम्यकाः न भवन्ति विभक्तिश्च इत्यनेन सुप्प्रत्ययाः तिङ्प्रत्ययाः च सर्वे विभक्तिसंज्ञकाः इदं सूत्रं हलन्त्यम् इत्यस्य अपवादः तुश्च इश्च मश्च तेषाम् इतरेत्वरद्वन्द्वः तुस्माः न अव्ययपदं विभक्तौ सप्तम्यन्तं तुस्माः प्रथमान्तं त्रिपदम् इदं सूत्रम् अनुवृत्तिसहितसूत्रम् अस्ति उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः इति सूत्रस्य विवरणम् अस्ति हलन्त्यम् इति पूर्वं दृष्टवन्तः तत् सूत्रस्य अपवादसूत्रं निषेधकसूत्रम् इति अपि खलु वदामः खलु इति अपि च न निषेधः यथा विभक्त्यां तवर्गः तकार तवर्गस्य पूर्णवर्णः तथ दधन इति अपि च सकारः मकारः अस्ति चेत् तेषां वर्णानाम् इत् न भवन्ति इति इति सूचयति तत् सूत्रं के विभक्तिसम्यकः इत्युक्ते सुप्प्रत्ययः च तिङ्प्रत्ययः तिङ् च सुप् च विभक्तिसम्यकाः अस्मिन् सूत्रे अनुवृत्तिसहितसूत्रम् एकवारं पुनः पठतु भगिनि आम् अनुवृत्तिसूत्रम् अस्ति उपदेशे विभक्तौ अन्त्याः हलः तुस्माः न इतः इति अनुवृत्तिसहितसूत्रम् अत्र के पदानि पूर्वस्मात् सूत्रात् आगतानि इति अपि वदतु भगिनि इतः इति पूर्वस्मात् सूत्रात् आगच्छति विभक्तौ इति सप्तम्यन्तम् उपदेशे अपि सप्तम्यन्तम् अन्त्याः तुस्माः हलः तेषां प्रथमान्तम् अन्त्याः इत्यपि अन्त्याः हलः अपि पूर्वस्मात् सूत्रात् आगच्छति अस्तु अन्त्याः हलः अस्तु न इति अव्ययं न इति अव्ययम् अत्रापि उप अस्ति इतः हलः अन्तः तुस्माः आम् प्रथमसूत्रे आम् प्रथमसूत्रे इत् एव अस्ति अत्र किमर्थम् इतः नामकरणम् इति कारणात् इतः इति सप्तमी न इति प्रथमसूत्रे इति अस्ति तत्तु प्रथमान्तम् एकवचनरूपम् अस्ति किल अत्र इतः इति अस्ति क्षम्यतां भगिनी न अवगच्छति किमर्थम् इतः इति अस्ति किल आम् आं तुस्माः इति इतः इति आम् इतौ इतः अस्तु अस्तु अवगच्छति वचनपरिवर्तनं बहुवचनमेव खलु भगिनी तत्र आं प्रथमाविभक्ति बहुवचनं तुस्माः इति अस्ति अतः अत्र इतः इति बहुवचने आगच्छति भगिनी विभक्तौ अर्थ विभक्तौ इति सप्तमी अन्तपदम् विभक्ति इत्युक्ते तिङ् च सुप्रत्ययाः पठति पठतः पठन्ति इति तिङ् प्रत्ययाः अष्टादश सुप्रत्ययाः एकविंशति ते एव विभक्तिसंज्ञकाः इति वदति तत्र स्त्रीलिङ्गम् अपि अस्ति विभक्ति आम् विभक्ति इति स्त्रीलिङ्गपदं तस्य तस्याः सप्तमी विभक्ति विषयसप्तमी इति वदामः उपदेश अवस्थायां यत् अन्त्यः हल् तस्य तुस्माः इति वर्णाः अस्ति चेत् तस्य इत्संज्ञा न भवति निषेधकसूत्रम् न भवति इति भगिनि इतः बहुवचनम् इति उक्तवती प्रथमान्तं तस्य एकवचनरूपं किम् इत् इत् यदा वयं प्रथमसूत्रे इतः आम् अस्तु प्रथमसूत्रे वयम् इत् इति दृष्टवन्तः किल तदेव इदानीं इतः इति भवति अस्तु एकनिमिषम् इण्टर्नेट् माध्यमेन कोऽपि आगतवन्तः अस्ति किल तत्र रेकार्डिङ्ग् इति दृश्यते वा एकनिमिष भगिनि दृश्यते किल तुष्माः इत्युक्ते प्रथमविभक्ति बहुवचनमेव तत्र प्रथमविभक्ति किम् अत्र तुष्माः इति पदत्रयं वर्णत्रयम् अस्ति किल भगिनि तु सकारः मकारः तस्य किमपि प्रथमाविभक्तौ अस्ति चेत् तकारः वा सकारः वा मकारः वा इति एकमेकं स्वीकरणीयम् पदत्रयम् अस्ति अतः बहुवचने अस्ति तुस्माः इति धन्यवादः रामः इति पद रामः रामौ रामाः तुस्मः तुस्मौ तुस्माः अस्तु एकनिमिषम् अहं रेकार्डिङ्ग् भग्नः अभवत् इति चिन्तयामि एकनिमिषम् आरम्भे श्रुतं रेकार्डिङ्ग् आरम्भे अस्ति मध्ये किमपि इण्टर्नेट् इति मेसेज् आगतवती अहं तु इण्टर्नेट् आगतवती न मम इण्टर्नेट् अत्र मम गृहे किमपि इदानीं अस्तु अस्तु न विभक्तौ तु स्मः समापितवन्तः अस्तु चतुर्थसूत्रं पठामः अमित्राव् महोदय आम् चतुर्थं सूत्रम् आदिर्यिङ्कुडवः इति उपदेशस्य आदौ ङ् टु डु इति त्रिषु एकः वर्णसमूहः अस्ति चेत् तस्य इत्संज्ञा भवति नी टु डु एते निबन्धाः धातुषु एव भवन्ति. अतः इदं सूत्रं वस्तुतः धातूनां कृते. नी च टुः च डुः च तेषाम् इतरेतरद्वत्वः नी टुडु बहुवचने नी टुडवः गुरुशब्दः इव. आदिः प्रथमान्तं नीटुडवः प्रथमान्तं द्विपदम् इदं सूत्रम्. आदिः इति इत् इति च बहुत्वे एकवचनम् अनुवृत्तिसहितसूत्रम्. उपदेशे धातोः आदयः नीटुडवः इतः. अत्र एकं वदामि. अत्र यदा नी टु डु इति अस्ति किल, तद् वर्णसमूहः यूनिट् इति वदामः. नी इति वर्णं, टु इति वर्णं, डु इति वर्णं यदा आदौ आगच्छति, प्रथमवर्णः एकस्मिन् पदे प्रथमवर्णः अस्ति चेत् तस्य इत् संज्ञा भवति. इदानीं वदतु महोदय. उपदेश अवस्थायां धातु मध्ये आदिः स्थाने नी अथवा टु अथवा डु वर्णसमूहः अस्ति चेत् तस्य इत्संज्ञा भवति इत्यर्थम्. अत्र सूत्रे उपदेशे धातु आदि न उपदेशे धातु इत त्रीणि अनुवर्तते अनुवर्तन्ते. धातु कस्मात् सूत्रात् आगच्छति इति न अवगतम्. उपदेशे इत् तु प्रथमसूत्रे अत्रापि इतः इति बहुवचनान्तम् अपि तु धातोः धातोः इति भूवादयो दातवः इति सूत्रात् आगच्छति. अत्र तु नास्ति तत् सूत्र. आं महोदय, अत्र न दत्तमस्ति, परन्तु यदा पुस्तके पश्यामः चेत् प्रथम अध्यायस्य तृतीयपादस्य प्रथमसूत्रमस्ति भुवादयो दातवः इति. तस्मात् सूत्रात् धातोः इति पदम् अनुवृत्ति भवति अत्र. किमर्थं धातोः इति दत्तमस्ति इत्युक्ते, ये नी टु डु इति यद् वर्णसमूहः अस्ति तत् तु धातो एव प्राप्तम्, अन्यत्र कुत्रापि नास्ति. अतः धातोः इति तत्र विशेषरूपेण दत्तमस्ति. अनन्तरं नीटु डवः इति भगिनि निबन्धाः धातुषु इति अस्ति किल खलु, तस्य विवरणं दीयते चेत् वेर् कुत्र भगिनि नीटु डु एते ओ तद् अनन्तरं खलु आदि नीटु डवः तत्रैव निबन्धाः धातुषु इत्युक्ते यूनिट् इति अहम् उक्तवती किल. नी टु डु इत्येव भवति, तकारः वा ण्यकारः वा इति न. निबन्धाः बन्धाः टुगेदर् इति वदामः किल, निबन्धाः. भगिनि इदानीं टु अर्थात् टवर्गीयवञ्जनानि वा? न, टु अस्मिन् सूत्रे टु इत्युक्ते टवर्गः नास्ति, टकारः उकारः टु. किमर्थम् इत्युक्ते तत्र डु इति अपि दत्तमस्ति किल, यदा एतत् टकारः अस्ति चेत् डु इति न प्रायः न भवति किल, अतः न भवितुम् अर्हति, न भवितुम् अर्हति, अतः वयं वक्तुं शक्नुमः टु इत्युक्ते तकारः उकारः एव इति सूत्रस्य अल्पाक्षरत्वमेव. निटुडवः इति अपि यदा गुरुशब्दवत् बहुवचनं, गुरुः गुरु गुरवः निटुडवः. उपदेशे सप्तमी विभक्ति विषयसप्तमी, धातोः अपि धातो षष्ठी विभक्ति वा धातोः आदयः इति षष्ठी बहुवचनं, आदयः प्रथमा विभक्ति बहुवचनं, निटुडवः प्रथमा बहुवचनं, इतः अपि प्रथमा बहुवचनं. धातोः इति षष्ठी एकवचनं. आम् अत्र आदयः विशेष्य निटुडवः इतः विशेषण विशेषणं भगिनि, तत्र षष्ठी एकवचनं द्विवचनम् इत्युक्तौ धातोः वा? आम् अत्र अत्र महोदय आदयः निटुडवः निटुडवः विशेष्य आदयः इतः द्वौ विशेषणं. उत्तमं. यदा दुपचष् इति धातुः स्वीकृ वयं दृष्टवन्तः तत्र प्रथमम् अस्ति डु इति, तदेव आदिर्निटुडवः इति सूत्रेण तस्य इत्संज्ञा भवति डु. शकारस्य तु हलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा पच् इति एव धातुः. पच् इति धातुः वयं जानीमः किल. अनन्तरं न विभक्तौ तु स्मः, तत्र उदाहरणं दातुम् अहं विस्मृतवती. तत्र यदा वयं देव इति अकारान्तपुल्लिङ्गशब्दः स्वीकुर्मः चेत् तत्र द्वितीया विभक्ति एकवचनं देवम् इति भवति किल, देवयोगः अम्. अम् इति सुबन्तप्रत्ययः अस्ति, तत्र मकारस्य न विभक्तौ तु स्मः इति सूत्रेण इत्संज्ञा न भवति. अस्तु, अतः एव देवम् इति रूपं प्राप्तं. यदा मकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति चेत् देवम् इति रूपं वयं न प्राप्तुं शक्नुमः. अतः एतत् निषेधसूत्रं, न विभक्तौ तु स्मः देवम् इति पदं तत्र. अस्तु अस्तु, एतत् चत्वारि सूत्राणि प्रत्ययेषु धातुषु आदेशेषु आगमेषु कार्यं करोति. उपदेशे अजनुनासिकयेत् हलन्त्यं न विभक्तौ तु स्मः आदिर्निटुडवः इति चत्वारि सूत्राणि. इदानीं प्रिया भगिनी, तत्र इत्संज्ञालोपविधिः इति एकं सूत्रमस्ति, तत् पठति वा? अस्ति वा भगिनि? अस्तु, अग्रिमपुटे ये सन्ति तत्र. आम् अस्ति वा भगिनि, प्रिया भगिनि? अस्तु, नीता भगिनी पठति वा? पठामि भगिनि. इत् लोपः इत् लोपविधिः किल. आम् एकवारं यदा कस्यचित् वर्णस्य वर्णसमूहस्य च इत्संज्ञा भवति तदा तस्य लोपः इति सूत्रेण तस्य लोपो भवति. सूत्रमपि पठतु भगिनि. तस्य लोपः इत्संज्ञकस्य वर्णस्य लोपो भवति. तस्य षष्ट्यन्तं लोपः प्रथमान्तं द्विपदमिदं सूत्रम्. उपदेशे अजनुनासिक इत् इत्यस्मात् इत्यस्य अनुवृत्तिः षष्ट्यर्थे. अनुवृत्तिसहितसूत्रं तस्य इतः लोपः. अवगतं वा भगिनि? किञ्चित् एकवारं पठित्वा वदतु. एकवारं यदा कस्यचित् वर्णस्य वर्णसमूहस्य च इत्संज्ञा भवति तदा तस्य लोपः इति सूत्रेण तस्य लोपो भवति. तस्य लोपः इत्संज्ञकस्य वर्णस्य तस्य लोपः इति सूत्रम् इत्संज्ञकस्य वर्णस्य लोपो भवति. एतत् सूत्रे इत्संज्ञा लोपः भवति इति वदति. तस्य षष्ट्यन्तं, तस्य इति पदं षष्टिः, लोपः इति पदं प्रथमाविभक्ति, द्विपदम् एव सूत्रे अस्ति. उपदेशे जनुनासिक इत् इदानीमेव वयं पठितवन्तः. चतुर्विधसु इत्संज्ञासूत्रः वयं पठितवन्तः. प्रथमसूत्रम् उपदेशानु अजनुनासिक इत् इति सूत्रम्. तत्र इत्यस्मात् इत् इत्यस्य अनुवृत्तिः षष्ट्यर्थे. इति पदं प्रथमविभक्ति एव किल, एकवचनमेव किल भगिनि? परन्तु किमर्थम् अत्र इत्यस्मात् इत् इत्यस्य अनुवृत्तिः षष्ट्यर्थे? अत्र तस्य इति षष्ट्यर्थमस्ति. तस्य लोकमः अत्र किं भवति इत्युक्ते, तत्र इति पदम् अनुवृत्तिः रूपेण आगच्छति. अनन्तरं षष्ट्यर्थे विभक्तिपरिणामः इति वदामः. विभक्ति यदा प्रथमाविभक्ति अन्तं पदम् अस्ति तस्य परिणामः इदानीम् अस्मिन् सूत्रे भवति षष्ट्यर्थे. इतः इति रूपं प्राप्नोति. तस्य लोपः इति वदामः चेत् प्रश्नः उदेति, कस्य लोपः भवति? अस्माकं कार्यमस्ति यत् इत् इति संज्ञा वयं दत्तवन्तः इदानीं पर्यन्तं, तस्य लोपः करणीयः. लोपः इति एतत् सूत्रेण भवति. तस्य लोपः इति सूत्रेण लोपः भवति. कस्य लोपः भवति इत्युक्ते इतः लोपः भवति. इत्संज्ञकः वर्णस्य लोपः एतत् सूत्रात् भवति. अवगतं वा? एतत् कीदृशं सूत्रम् इति वदति वा भगिनि? तत्र किं कार्यं भवति? अत्र इत्संज्ञप्रकरणं न अत्र इत्संज्ञाप्रकरणे एव अस्ति. परन्तु अत्र किं कार्यं भवति? नाम आदेशः वा आगमः वा? आदेशः. किमपि तस्य स्थाने अपि किमपि भवति वा? आदेशः इत्युक्ते वयं दृष्टवन्तः किल इको यणचि इति. अत्र किमपि एतादृशं भवति वा? अत्र स्मारयितुं न शक्नोमि भगिनि. नास्ति चिन्ता भगिनि. जगन्नाथ महोदय वदति वा? अहं सहायं करोमि वा भगिनि? अस्तु करोतु भगिनि. भगिनि मम स्टेशन् आगच्छति मधुरे. अस्तु अस्तु अस्तु भगिनि. जगन्नाथ महोदय वदति वा? लोपः भवति. लोपः इति कार्यं भवति. तत्र तदपि एकं कार्यम् अस्ति. अतः कीदृशं सूत्रं भगिनि? पुष्पा भगिनी किल उक्तवती इदानीं. आं भगिनि. आम् वदतु भगिनि, कीदृशसूत्रम् अस्ति एतत्? एतत् कार्य विधिसूत्रं भगिनि. विधिसूत्रं का उक्तवती? उमा उमा हा उत्तमं, विधिसूत्रम् अस्ति, कार्यं विधीयते एतत् सूत्रेण, कार्यं लोपः इति कार्यं विधीयते, अतः एतत् विधिसूत्रं। प्रथमं यत् चत्वारि सूत्राणि वयं दृष्टवन्तः, अनन्तरं तत्र तु नामकरणमेव भवति, संज्ञासूत्राणि नामकरणमेव भवति, तस्य लोपः इति सूत्रेण एव तस्य वर्णस्य लोपः भवति। अतः यदा वयं डुपचष् इति पदं धातुः स्वीकुर्मः चेत् षकारस्य लोपः हलन्त्यम् इति सूत्रेण डु इति प्रथमवर्णस्य लोपः, आदिर्निटुडवः इति सूत्रेण, अनन्तरं तस्य लोपः इति सूत्रेण डु ष द्वयोः लोपः भवति इति एव प्रक्रिया भवति। प्रथमं नामकरणम्, अनन्तरं विधिसूत्रेण तस्य लोपः करणीयं, तद् आवश्यकम् अस्ति। अवगतं वा? अवगतं भगिनि, अवगतम्। उत्तमम्। इदानीं वयं अत्र इतः इति स्थानी उच्यते वा? आम्, लोपः भवति चेत्। आम् स्थानी, आम् स्थानी, तस्य स्थाने लोपः भवति। षष्टिविभक्ति अर्हते? आम् षष्टि एव, आम् षष्टि एव, षष्टिपदम्। अत्र तु इदं संज्ञाप्रकरणमे नास्ति किल, विधिसूत्रमस्ति। विधिसूत्रमस्ति, एतत्तु विधिसूत्रम्, इत् लोपविधिः इत्येव दत्तं किल तत्र। इत्संज्ञाप्रकरणे नास्ति, इत् लोपविधिः इति एतत् सूत्रं तत्र अस्ति। अस्तु, त्रीणि सूत्राणि वयं न पठितवन्तः। आम् आम् आम् पठामः महोदय, प्रक्रिया इति प्रदर्शनीयं किल, अतः एव अहं तत्र गतवती, पुनः आगत्य एतत् त्रीणि सूत्राणि वयं पठामः, अवश्यं पठामः। अन्यप्रश्नः अस्ति वा भगिनि? तस्य लोपो भवति अर्थात् लोपः भवति वा? आम् लोपः एव, विसर्गसन्धिः। ओके ओके, अस्तु अस्तु। जगन्नाथमहोदय अस्ति वा? आम् अस्मि। आम् पठति वा महोदय, शः प्रत्ययस्य इति त्रीणि सूत्राणि। तस्य लोपः, तस्य लोपः तस्मात् पूर्वम्। ओ अस्तु, ओ प्रथमसूत्रं, क्षम्यतां, प्रथमसूत्रं शः प्रत्ययस्य इति लशक्व तद्धिते चुटु तस्मात् पूर्वं शः प्रत्ययस्य इति। ओ अस्तु, शः प्रत्ययस्य, प्रत्ययस्य आदौ शकारः अस्ति चेत् तस्य इत्संज्ञा भवति, शः प्रथमान्तं, प्रत्ययस्य षष्ठ्यान्तं द्विपदम् इदं सूत्रम्, अनुवृत्तिसहितसूत्रम्, उपदेशे प्रत्ययस्य आदिः शः इत् इति। अस्तु, यदि किमपि उपदेशधातौ शकारादारभते तर्हि तस्य शकारस्य लोपो भवति। कीदृशं सूत्रं महोदय एतत्? एतद् विधिसूत्रं, तत्र अनुवृत्तिसहितसूत्रम् एकवारं पठतु महोदय। उपदेशे प्रत्ययस्य आदिः यः शः इत् तत्र पदस्य विभक्तिः का इति वदतु। उपदेशे सप्तम्यान्तं प्रत्ययस्य षष्ठ्यान्तम् आदिः आदिः प्रथमान्तं शः प्रथमान्तम् इत् अपि प्रथमान्तम् तत्र नामकरणमेव कुर्मः किल इत् इति संज्ञा कुर्मः अतः कीदृशं सूत्रम् संज्ञासूत्रं संज्ञासूत्रम् उत्तमं संज्ञासूत्रम् एव अत्र एतत् त्रीणि सूत्राणि उपदेश अवस्थायां प्रत्ययेषु एव भवति प्रत्ययेषु एव एतद् भवति आदौ एव भवति आदौ षकारः अस्ति चेत् तस्य इत्संज्ञा इति भवति अत्र यदा अनुवृत्तिसहितसूत्रे कः कः पद क्षम्यतां किं किं पदम् अनुवृत्तिः भवति महोदय उपदेशे च एतौ एते द्वे पदे अनुवृत्तिः भवति आदिपदं कुतः आगच्छति महोदय शफ् प्रत्ययस्य प्रत्ययस्य आदौ षकारः पुस्तकमस्ति किल प्रत्ययस्य षष्ठी अस्ति तदर्थं वा न न इति आम् पूर्वसूत्रमस्ति आदिर्नीटूडवः इति तस्मात् सूत्रात् आदिः इति पदम् आगच्छति तत्र शः इति दत्तमस्ति तत् शकारः एव सूचयति तानि न कथं जानीमः तानि न इति इत्युक्ते व्याख्यानं दृष्ट्वा यदा अहं वारं वारं वदामि अभ्यासेन एव वयं ज्ञातुं शक्नुमः अत्र शः इति षष्ट्यन्तपदं नास्ति प्रथमान्तपदम् एतत् शः शकारः एव सूचयति तत्र स्पष्टं वा उदाहरणं दातुं शक्नोति वा आम् आम् आं महोदय अग्रिमपुटे अस्ति इति चिन्तयामि एतस्य न डुपचष् शकारः अन्ते अस्ति शः प्रत्ययस्य शकारः प्रथमवर्णः अस्ति किल अग्रिमपुटे अभ्यासे एकः प्रत्ययः आसीत् शाखन् इति तत्र शकारः प्रथमवर्णः तस्य लोपः भवति भगिनि भवती यद् उक्तवती तत्र किञ्चित् सन्देहः शः इति पदं प्रथमान्तबहुवचनमपि अस्ति षष्ट्यन्तप्रथमान्त प्रथमवचनमपि एकवचनमपि अस्ति इति कारणेन शः इति तत्र स्पष्टं तद् बहुवचनमेव बहुवचनं नास्ति शकारः एव इति स्वीकरोतु बहुवचनं किमपि वचनं न तत्र मा गच्छतु बहु भ्रमः भवति अस्तु शकारः एक शकारः एव एकः एव वर्णः वर्णः प्रथमान्त इति स्वीकरणीयं प्रथमान्त एकवचनम् इति स्वीकरोति एव रामः इति रामः शकारः शः अस्तु शः अनन्तरं शाकन् अत्र शकारः गच्छति आकन् इति तिष्ठति आम् आख इति तिष्ठति नकारस्य अपि हलन्त्यम् इति सूत्रेण आम् भगिनी भवती एव इदानीं चुटु इति पठतु इत्युक्ते किम् आख इति प्रत्ययः महोदय आख इति किमपि प्रत्ययः उदाहरणम् अहम् अन्वेषितवती न प्राप्तं प्राप्यते चेत् अग्रिमवर्गे वदामि अस्तु धन्यवादः पुष्पा भगिनी पठतु भगिनि चूटु अस्तु भगिनि एकः प्रश्नः अन्यप्रश्नः अस्ति वा भवती उक्तवती आदि इति पूर्वस्म अस्मिन् सूत्रे यदस्ति अत्र आगच्छति इति उपदेशे तदपि कथं जानीमः व्याख्यानेन वा व्याख्यानेन आम् व्याख्यानेन एव शः प्रत्ययस्य इति दत्तमस्ति कुत्रापि भवितुमर्हति किल अन्ते अपि अन्त्यम् इति अपि पदं पूर्वम् अस्ति तदपि वयम् आनेतुं शक्नुमः परन्तु एतद् व्याख्यानेन एव वयं ज्ञातुं शक्नुमः आम् आम् आम् अस्तु भगिनि पठतु पठतु भगिनि चुटु प्रत्ययस्य आदौ चवर्गीयः च छ झ ञ अथवा टवर्गीयः ठ ढ न वर्णः भवति चेत् तस्य वर्णस्य इत्संज्ञा भवति तुश्च तुश्च तयोः इतरेतरद्वन्द्वः चुटु द्विवचने गुरुशब्दः इव चुटु प्रथमान्तम् एकपदमिदं सूत्रं वचनविपरिणामं क्रियते वचनविपरिणामं क्रियते अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदि चुटु इतौ अत्र चुकारः इति चवर्गीयः चकारः चकारः नास्ति चवर्गीयः चु इति पदेन चवर्गीयः चवर्गस्य वर्णः चवर्गस्य वर्णः वर्णाः भवति चेत् प्रत्ययस्य आदौ आदौ ते सन्ति चेत् तस्य वर्णस्य इत्संज्ञा भवति उत्तमं तत्तु चुटु प्रथमान्तम् एकपदमिदं सूत्रं वचनविपरिणामम् इति अहं वदामि अनुवृत्तिसहितसूत्रं पठतु तत्र स्पष्टं भवति भगिनि अनुवृत्तिसहितसूत्र उपदेशे प्रत्ययस्य आदि चुटु इतौ तत्र पदं के पदानि अनुवृत्तिरूपेण आगच्छति उपदेशे तु प्रत्ययस्य षष्टि आदि न न तानि पदानि पूर्वस्मात् सूत्रात् आगच्छति इति उपदेशे आगच्छति इतौ इतौ इतौ आम् इतौ आगच्छति अनन्तरम् आदि इति पदमपि आगच्छति किल प्रत्ययस्य आदि इति अपि तत्र प्रत्ययस्य आदि आम् तत्र यदा वयम् आदि इति पदं स्वीकुर्मः चेत् तत्र दीर्घ ईकारः दृश्यते किल मुनी शब्दवत् मुनिः मुनी मुनयः तादृशमेव इतः इतौ क्षम्यताम् इतौ इतः इतौ इति द्विवचनान्तरूपम् तदेव वचनविपरिणामं तस्य परिवर्तनं भवति वचनस्य परिवर्तनं भवति चुटु इत्युक्ते चवर्गीयः टवर्गीयः अतः तत्र वचनस्य परिणामं भवति तथैव आगच्छति न इतः तत्तु परिणाम अस्ति आम् इतः उत्तमं तादृशं उत्तमम् एतत् इतौ इति आगच्छति तत्रापि विशेषणविशेष्यभावः अस्ति चुटु इति विशेष्यं वदति वा भगिनि? आदि चुटु, चुटु तु द्विवचन, आदि चटु ट च ट द द्वे द्वे अपि गुरुः गुरु इति द्विवचनं गुरु चुटु गुरवः विशेषणविशेष्यं वदति वा कः विशेष्यं किं विशेष्यं विशेषः इतौ विशेषणः आदि चुटु चुटु इति विशेष्यं कीदृशं चुटु इत्युक्ते आदि चुटु आदि चुटु इति विशेषणम् इतौ तस्य इतौ भवति इति तदपि विशेषणम् एतत् सूत्रं स्पष्टं वा आं भगिनि उत्तमं माला भगिनी अग्रिमसूत्रं पठति वा आं भगिनि भगिनि एकः सन्देहः भगिनि तत्र चुटु इति द्विवचनान्तं भवति इति कारणेन आदि अपि इथौ अपि द्विवचनान्तं आम् आम् आम् तदेव वचनपरिवर्तनं विपरिणामम् आम् आम् आम् समानविभक्ति क्षम्यतां वचनान्तं विभक्ति अन्तम् अस्ति चेदेव विशेषणविशेष्यभावः भवति किल भवति माला भगिनी पठतु लषक्व तद्धिते प्रत्ययस्य आदौ लकारः षकारः कवर्गीयः कखगघम च वर्णः अस्ति चेत् तस्य इत्संज्ञा भवति किन्तु तद्धितप्रत्यये न लश्च षश्च कुश्च तेषां समाहारद्वन्द्वः लषकु न तद्धितम् अतद्धितम् नैतत्पुरुषः तस्मिन् अतद्धिते लषकु प्रथमान्तम् अतद्धिते सप्तम्यन्तं द्विपदमिदं सूत्रम् अनुवृत्तिसहितसूत्रम् उपदेशे प्रत्ययस्य आदि लषकु इत् अतद्धिते अस्मिन् सूत्रे लषक्वतद्धिते आदौ यदि लकारः अथवा षकारः अथवा कवर्गीयवर्णाः सन्ति चेत् तेषाम् इत्संज्ञा भवति परन्तु तद्धितप्रत्यये न भवति लश्च षश्च कुश्च तेषां समाहार द्वन्द्वः लषकु लषकु इति शब्दस्य विवरणमस्ति लश्च षश्च कुश्च एतेषां समाहाराणां तस्य नाम समाहारद्वन्द्वः समासविषये न तद्धितम् अतद्धितं नैतत्पुरुषः एतदपि कीदृशसमासः इति उक्तमस्ति न तद्धितम् अतद्धितम् इत्युक्ते नैतत्पुरुषसमासः लषकु प्रथमान्तम् अतद्धिते सप्तम्यन्तं द्विपदम् इदं सूत्रम् एतस्मिन् सूत्रे पदद्वयमेव सन्ति एव स्तः अत्र लषकु इति प्रथमान्तपदमस्ति अतद्धिते इति सप्तम्यन्तपदमस्ति एतदपि अनुवृत्तिसहितसूत्रम् अस्ति अनुवृत्ति अत्र उपदेशे अनुवृत्ति अस्ति आदि उपदेशे प्रत्ययस्य आदि इत् एते सर्वे अपि अनुवृत्ति उपदेशे सप्तम्यन्तपदं प्रत्ययस्य षष्ट्यन्तपदम् आदि आ, आदि कुतः आगच्छति भगिनि? पूर्व आदिर् नेटुडवः इत्यस्मात् सूत्रात् आगच्छति. लशकु इति पदं विभक्तिका प्रथमान्त विभक्ति अस्ति, अतः आदि इति पदमपि प्रथम अस्तु. इति प्रथमा एव अस्ति. हा, अतद्दिते अतद्दिते सप्तम्यन्तं तदपि विषयसप्तमी विषयसप्तमी तद्दितान्तविषये न भवति इति. भगिनी तद्दित प्रत्ययः प्रत्ययः विवरणं कुरुतु. तद्दितप्रत्ययः अष्टाध्यायी पुस्तके पञ्चम अध्याये तत्र विवरणमस्ति, तत् सूत्राणि अस्ति. वयम् इदानीं पर्यन्तं तद् न पठितवन्तः, अतः तस्मिन् विषये अहं न वदामि, क्षम्यताम्. प्रायः मतुप्वा वतुप्वा अस्ति चेत् तद्धितप्रत्ययः अस्यास्मिन् अस्ति इति अर्थे भवति किल, तत् तद्धितप्रत्ययः. वदतु महोदय. एकः प्रश्नः अस्ति, आदि इति प्रथमा विभक्ति एकवचनं वा? आम्. किमर्थम् इत्युक्ते तत्र लशकु इति तत्र किमपि वचनपरिवर्तनं न भवति अत्र न दत्तमस्ति. एतत् समासविषये अस्ति, अनन्तरं प्रथमान्तम् एव अस्ति लशकु इति. यदा वयम् आदिर् नीटूडवः इति सूत्रं स्वीकुर्मः चेत् तत्र नीटूडवः तत्रापि वर्णत्रयम् अस्ति, परन्तु बहुवचने अस्ति. गुरुः गुरु गुरवः, परन्तु अत्र तु तत्र आदिः अस्ति किल, तद् बहुवचनं वा? आदयः इति वयं कृतवन्तः किल अनुवृत्तिसहितसूत्रे, आदयः निटूडवः इतः इति वयं कृतवन्तः तत्र, परन्तु अत्र तु आदिः इत्येव अस्ति, आदि इत्येव अस्ति. न, सूत्रे आदिः आदिः अस्ति किल, सन्धिकार्यं वा? आम्, तत्र प्रथमसूत्रे किल आदिर् निटुडवः. आम् आम् आम् आम्, आदिः निटुडवः. तत्र आदिः कथं भवति? अत्र विसर्गसन्धिः अस्ति वा भगिनि? एतदपि उपदेशे आम् आदि आदिः इति किम् इच्छति महोदय? तत्र किमर्थं विसर्गः न दृश्यते इति एव इति अहं मन्ये. आदिः आदिर्निटुडवः रेपः अस्ति किल तत्र, तत्र अस्ति भगिनि, अत्र अनुवृत्तिसूत्रे आदिलशकु लशक्व तदिते इति सूत्रे वा? विसर्गलोपः भवति, प्रायः विसर्गलोपः भवति, परन्तु लकारः अग्रे अस्ति, किमर्थं विसर्गलोपः इति दृष्ट्वा वदामि महोदय. आदिलशकु इति न भवति, प्रायः विसर्गलोपः एव इति चिन्तयामि, परन्तु अहं दृष्ट्वा वदामि महोदय. इतोपि एकः प्रश्नः, किमर्थं चुटु मध्ये सः द्विवचनं स्थापितवान्? अत्र किमर्थं लशकवः इति न स्थापितवान्? तत्र द्वन्द्वसमासः, तत्र तत्र तु समूहः अस्ति, वर्णसमूहः, चु इति एकं, तु इति द्विवचनं स्वीकृत्य चुटु इति दत्तवान् पदम्. अत्र किमर्थं लशक् कवः इति न दत्तवान्? लशकु कवः इति आगच्छति खलु, गुरवः इव लशक् न. किं भवति इत्युक्ते यदा सूत्रं निर्माणं कृतवान् तत्रापि यदा काव्ये छन्दस् इति अस्ति किल तत्र सूत्रे अपि किमपि अस्ति उच्चारण, यदा वयं लशक् लशकुः इति वदामः अत्तदिते कथम् आगच्छति तत्र लशक्वा इति कथं किमपि अन्य भवति किल, तत्र तादृशम् अस्ति मीटर् इति वदामः तत्रापि अस्ति उच्चारणमपि सम्यक् भवतु इति पूर्वस्मिन् काले एतस्य कण्ठस्थीकरणं कृतवन्तः अष्टाध्याय्याम् इदानीं अहं न जानामि कोऽपि करोति वा न वा इति परन्तु पूर्वं कृतवन्तः तस्मिन् समये यदा चुटु लशकुतदिते इति अस्ति चेदेव तस्य उच्चारणं सम्यक् भवति किल कण्ठस्थीकरणमपि सौलभ्यं भवति अतः एव भगिनि अत्र आदिलशकु अत्र तु रेफ भवितव्यमेव भट्टसूत्राणि पञ्चसोपानानि सन्ति तदनुसारम् अत्र इकारात् आरभ्य सर्वे यत् हश् वर्णाना तरे अस्ति चेत् तर्हि रेफ प्रायः अहं दृष्ट्वा वदामि महोदय आदिर्लिषकु इति भवति वा इति अहं दृष्ट्वा भाट्यसूत्राणि पश्यतु पञ्चसोपानानि यत् सन्ति अवश्यं महोदय धन्यवादः अवश्यम् अस्तु तत्रापि यदा वयं शः प्रत्ययस्य चुटु लषक्वदिते इति प्रत्ययविषये कुर्मः चेत् अनन्तरं तस्य लोपः इति सूत्रेण इत्संज्ञकवर्णस्य लोपः कुर्मः अत्र स्मरणीयं यत् एतत् प्रत्ययः विषये एव भवति एतद् सूत्राणि शः प्रत्ययस्य चुटु लषक्वदिते आदौ एव भवति इति आदौ चत्वारि सूत्राणि सन्ति वयं दृष्टवन्तः आदिर्निटु डवः तत्तु सर्वत्र यदा धातुषु प्रत्ययेषु आगमेषु आदेशेषु भवति शः प्रत्ययस्य चुटु लषक्व तदिते चत्वारि सूत्राणि आदौ भवति हलन्त्यम् अन्ते भवति उपदेशे अजनुनासिक इत् कुत्रापि भवितुम् अर्हति न विभक्तौ तु स्माः निषेधसूत्रं चकार सकार मकारयोः लोपः न भवति अन्ते लोपः न भवति इति वदति इदानीं किं कुर्मः इत्युक्ते किञ्चित् अभ्यासं कुर्मः अनन्तरम् एतद् अनुवृत्ति भागं पठामः अभ्यासः इति अस्ति किल तत् कृपया स्वीकरोतु भगिनी लशकु लशकु इस् न्यूटर् जेण्डर् नु पर विसर्ग विल् नाट् बि देर् लशकु किमर्थं लशक्व अतद्धिते सो लशकु अतद्धिते देर् विल् नाट् बि एनी विसर्ग बिट्वीन् देम् समाहारद्वन्द्वे नपुंसकलिङ्ग भवति नपुंसकलिङ्ग ओ अस्तु ओ अस्तु ओहो उत्तमम् अस्तु अस्तु अजितमहोदय प्रथमं मधुशब्दैव मधुशब्दैव वा उत्तमम् अजितमहोदय प्रथमं करोति वा अभ्यासः धातवः इति अस्ति किल तत्र अभ्यासः धातवः डुबचष् डु आदिर्न्युटवः इत्यनेन इत्संज्ञा हलन्त्यम् इत्यनेन षकारस्य इत्संज्ञा चकारोत्तरवर्ति आकारः उपदेशेजनुनासिक इत् इत्यनेन इत्संज्ञा तस्य लोपः इत्यनेन सर्वेषां लोपः पच् इति धातुः प्रथममेक उदाहरणं कथम् एतत् इत्संज्ञाप्रकरणं तस्य अभ्यासविषये कथम् अस्ति इति उदाहरणार्थं टुबचष् इति एक धातु अस्ति उपदेशे तत्र आदिर्न्युडवः इत्यनेन सूत्रेण डुकारस्य इत्संज्ञा भवति निटूडवः आदिर्निटूडवः आदिर्निटूडवः तत्र णीः च टुः च डुः च एतानि वर्णानि तस्य उपदेशे धातोः आदवः आदेयः अस्ति चेत् तत्र इत्संज्ञा भवति. अस्मिन् विषये डु अस्ति आदौ, तदेव कारणात् तद् इत्संज्ञा भवति. अनन्तरं हलन्त्यमित्यनेन षकारस्य इत्संज्ञा, तत्र डुगुचष् अन्त्यस्य शब्दः अस्ति षकारः, हलन्त्यम् अन्त्ये हल् अस्ति चेत् तस्य इत्संज्ञा अस्ति इति सूत्रेण षकारस्य इत्संज्ञा. चकारोत्तरवर्ति अकारः, अ इत्युक्ते अ इति अम् नास्ति खलु, अङ्कारः तत्र उपदेशे जिनुनासिक इति सूत्रेण तत्र अनुनासिकशब्दस्य अथवा इत्संज्ञा भवति. अनन्तरं वयं एतत् न पठितवन्तः, तस्य लोपः इति अनुवृत्तिसहितसूत्रमस्ति, तदेव कारणात् एतानि शब्दानि तत्र लोपः भवति एव. अनन्तरं पच् इति धातु अवशिष्यते. अनुबन्धलोपानन्तरं पच् इति धातुः अवशिष्यते. उत्तमं महोदय. शिवराम महोदय अग्रिमं करोति वा? अस्ति वा? अस्तु. रामनाथन् महोदय करोति वा? आं भगिनि. लिखम् उपदेशे लिखा लिखा उपदेशे जननासिक यत् इत्यनेन अङ्कारस्य इत् संज्ञा, अनुनासिकवर्णम् इत् इति रूपेण लिट् इति धातुः अवशिष्यते. अस्तु. तत्रापि तस्य लोपः इति सूत्रस्य आवश्यकम् अस्ति. तस्य लोपः इति कृत्वा एव लिक् इति धातुः अवशिष्यते. अग्रिममपि करोतु महोदय. अत्र केवलम् अङ्कारस्य लोपः, केवलम् अङ्कारस्य लोपः, लिक् इति धातुः अवशिष्यते. लिखति इति रूपं भवति किल. हलन्त्यम् इति रूपेण इञ्च् इति वर्णम् इत् संज्ञा, द्वितीयम् आदौ सोरि आदौ डुकारम् एव इत् संज्ञा भवति. सोरि अन्तिमं कृ इति धातुः अवशिष्यते. आदिमडुकारः केन सूत्रेण भवति महोदय? इत्संज्ञा एकनिमिषम् उत्तमम्. आदिर्निटूडवः आदिर्निटूडवः हलन्त्यं तस्य लोपः कृ एव अवशिष्यते. उत्तमम् उत्तमम्. अग्रिमं शिवराम महोदय आगतवान् वा? वदतु महोदय. आम् अग्रिमं तत्र आदिर्निटुडवः सूत्रेण आदिः इ इति वर्णसमुदायस्य इत्संज्ञा भवति, तथा आ इति वर्णस्य उपदेशे अनुनासिक इत् इति सूत्रेण इत्संज्ञा भवति, तस्य लोपः सूत्रेण इ तथा अन्तिम आ वर्णयोः लोपः भवति, वर्णानां लोपः मिद इति अवशिष्यते. मिद इति अवशिष्यते. आम् प्रश्नः अस्ति वा भगिनी? अत्र निमिदा आ आ लोपो भवति न दीर्घ दीर्घ आकारस्य लोपो भवति. आम् मिद् एव अवशिष्यते, मेदते इति रूपं भवति आत्मनेपदीरूपं, भुवादिगणीयधातुः अस्ति, मिद् स्नेहने इति अर्थम् अस्ति तस्य, मेदते इति रूपम् आ इति अस्य लोपः भवति. स्वरस्य एव अनुनासिकः अनुनासिकचिह्नं भवति, यदा चिह्नमेव न स्वरः अपि अपगच्छति. अवगतं किल? तत्र स्पष्टं भवतु. इत्येव इत्संज्ञा भूत्वा लोपः भवति. आं महोदय. I have really a very funny question. This is going in my mind for quite some time. Why the word should come in such a form? Why all these lopam should happen? Agrimam agachati mahodaya. Tat prayah agrima varge vayam patamah. Kimartam iti asti. Eka bhagah eva asti. Kimartam etat sarvam bhavati iti. Avashyam agrima vargam agachatu. Tatra vayam patamah. Avashyam patamah. अस्तु. श्रीवल्ली भगिनी करोति वा अग्रिमम्? अस्ति वा? गम्ड्रु गम्ड्रु उपदेशे अनुनासिक इत् सूत्रेण नृ इत्संज्ञा भवति, तस्य लोपः सूत्रेण लोपः भवति, गम् धातु इति अवशिष्यते. उत्तमम्. अग्रिममपि करोतु. आम् करोतु भगिनि. दृशि दृशि उपदेशे अनुनासिक इति सूत्रेण इ स्वर स्वरः सहित अनुनासिक लोपः भवति, सो दृश् धातु अवशिष्यते. रेपस्य दृश् दृशीर् इति अस्ति किल? इकारः सम्यक् एव, ईकारः सम्यक् एव. हलन्त्यं सूत्रेण रेफा लोपः भवति, दृश् इति धातु अवशिष्यते. उत्तमम् उत्तमम्. हरिप्रसाद् महोदय अग्रिमं करोति वा? अस्तु भगिनि. जीवं जीवम् इति अस्ति, उपदेशे जनुनासिक इत् कारणात् अन्ते अम् इति गच्छति. अं गच्छति चेत् किम् अवशिष्यते? अं गच्छति चेत् जीव् इति अवशिष्यते. जीव् इति अत्र किमपि अन्य कार्यम् अस्ति वा? आगच्छति वा इति भ्रमः अस्ति. किं महोदय, किं भ्रमः? चुटु इति चुटु कुत्र आगच्छति? प्रत्ययस्य आदौ च वर्गीयः च छ ज इति. आम् परन्तु जीव् इति प्रत्ययः वा धातुः खलु? ओ अस्तु अस्तु किल. जीवति इति रूपं भवति किल एव जीवति इति रूपं प्रथमगणीयधातुः भगिनि. अत्र लृ कथं जायते किं सूत्रेण किं लु गम्लु इति धातोः वा उपदेशे अजनुनासिक इति सूत्रेण लु इत्यस्य संज्ञा भवति स्वरः एव अस्तु. रघुपतिमहोदय अग्रिमं करोति वा प्रत्ययाः इति विषये. निच् निच् अत्र चकार अन्तिमः चवर्णः हल निष्टवर्षप्रत्ययस्य अत्र न नकारस्य लोपः भवति इ एव अवशिष्यते. उत्तमम् उत्तमम्. उमा भगिनी अग्रिमं करोति वा. आं भगिनि. शाकन् शाकन् अस्ति शः प्रत्ययस्य इति शकारस्य लोपः तदनन्तरं हलन्त्यम् इत्यनेन नकारस्य लोपः आम् तस्य लोपः तदनन्तरं आक इति तिष्ठते खलु भगिनि. आम् आक इति तिष्ठति. णिच् मध्ये णकारस्य अपि लोपः भवति वा. आं चुटु प्रत्ययः किल इदानीं आदौ प्रत्ययः चुटु इति सूत्रेण तस्य करोमि वा भगिनि. करोतु भगिनि. जुस् जुस् इति अस्ति भगिनि. निच् इति निच् इति रूपं इच् इति रूपम् अवशिष्यते वा नकारस्य अपि चकारस्य अपि लोपः भवति. आम् अस्तु. जुस् इति पदं चुटु इति इत्यनेन जकारस्य लोपः तदनन्तरं हलन्त्यम् इत्यनेन सकारस्य लोपः तस्य लोपः तदनन्तरं उ इति एव अवशिष्यते. सकारस्य लोपः भवति वा भगिनि. चुटु इति जस् इति प्रत्ययः खलु चुटु जस् इति चुटु सम्यक् सकारस्य सकारस्य प्रत्ययस्य अन्ते विद्यमानम् अस्तु. अहं तत्र एकं हिण्ट् ददामि. एतत्तु विभक्तिसंज्ञकः अस्ति. विभक्तिसंज्ञकप्रत्ययः अस्ति. आमामामाम् एकमस्ति न विभक्तौ तु स्माः इति अस्ति. सकारस्य हलन्त्यं न भवति. हलन्त्यस्य लोपः न भवति. अस्तु अस्तु उत्तमं. तदा अतः किम् अवशिष्यते. उस् इति अवशिष्यते. उस् इति विधिलिङ्लकारे गच्छेयुः इति रूपं भवति किल यदा गम् धातुः स्वीकुर्मः पठेयुः. अत्र जुस् इति कारणात् एव तद्रूपं भवति. अस्तु उत्तमं. तकारस्य लोपः न भवति. न विभक्तौ तु स्म न उत्तमं. सुमित्रा भगिनी अग्रिमं करोति वा. अस्ति वा भगिनि. अस्तु अमित्राव महोदय. आम् ता इति प्रत्ययः चुटु इति इत्येतेन सूत्रेण ट इत्संज्ञकः भवति. अनन्तरं तस्य लोप इत्यनेन ट गच्छति. आ एव तिष्ठति. अग्रिममपि करोतु महोदय. शप् प्रत्ययः हलन्त्यम् इत्यनेन सूत्रेण प इत्संज्ञकः लषकु अतद्धिते प्रायः तद्धितप्रत्यये नास्ति शप् इति वयं दृष्टवन्तः किल महोदय विकरणप्रत्ययः इति विकरणप्रत्ययः अस्ति तद्धित् प्रत्यये नास्ति तस्मात् श अपि इत्संज्ञकः भवति अनन्तरं तस्य लोपः इत्यनेन श प च गच्छतः अ इत्येव अवशिष्यते तमाम् प्रिया भगिनी अस्ति वा अग्रिमद्वयं कृत्वा विरमामः अद्य आं करोतु भगिनि न्यस् अस्ति वा भगिनि न श्रूयते अस्तु नीता भगिनी करोति वा प्रयत्नं करोमि भगिनि आम् आम् इङ्क्स् अस्ति हलन्त्यन्तं तदपि विभक्तिसंज्ञकप्रत्ययः अस्तु न्यस् इति क्षम्यतां भगिनि अहं न कर्तुं शक्नोमि भगिनि नास्ति चिन्ता भगिनि आं करोतु भगिनि नस् मध्ये आदिर् आदिर् निथु डवः तद् नास्ति खलु तद् नास्ति नस् मध्ये लषक् लषक्वद्धिते तस्मात् नकारस्य कू भवति खलु अस्तु लषक्वत्तद्धिते इति तस्मात् नकारस्य इतिसंज्ञा तदनन्तरं सकारस्य इतिसंज्ञा नास्ति किमर्थं चेत् तद् विभक्ति प्रत्ययः अस्ति चुप्रत्ययः अस्ति अस्ति इति अवशिष्यते तस्य लोप अनन्तरं न विभक्तौ तु स्माः इति न विभक्तौ स्माः इत्यनेन सकारस्य इतिसंज्ञा न भवति उत्तमम् अनन्तरं जगन्नाथमहोदय अन्तिमं करोति वा महोदय तत्र एतद् पूर्वे आसीत् लषक्त्वदिते इति सूत्रात् सकारस्य लोप भवति लकारस्य विभक्तं तु तत् न भवति अत्र आलन्त्यं नास्ति तर्हि न एव तिष्ठति उत्तमं महोदय न एव अवशिष्यते उत्तमम् अस्तु अत्र अद्य अत्र समापयामः अवशिष्टभागः गृहपाठरूपेण समापयतु अग्रिमसप्ताहे वयं चर्चयिष्यामः धन्यवादः धन्यवादः धन्यवादः महोदय धन्यवादः